नमस्सर्वेभ्यः। अस्माकं विभक्तिवल्लरी अपि च गीतासोपानम् एतयोः तृतीयः वर्गः प्रवर्तमानः अस्ति। तं वर्गं प्रति सर्वेषां कृते स्वागतम्। आदौ कविता भगिनी श्रावयतु ध्येयमन्त्रम्। आं भगिनि, सर्वो लोकस्वयविष्टपूर्णे नमस्करोति स्तुतिमातनोति, विपश्वसौ दूरतरं प्रयान्ति यस्त्वन्तिके तासु सजनः स्यात्। The world can put you and think you are greatest when you are rich. But if you get into trouble, it runs far. One who relates with you in the moment of crisis is a good person. भगिनी नीता क्षम्यतां, नीता भगिनी किञ्चित् म्यूट् मध्ये तिष्ठतु। हा, कविता नीता भगिनी हरि ओम् नीता भगिनी। हा, इदानीं कविता भगिनी क्षम्यतां, पुनरेकवारं वदतु कृपया, सर्वे न श्रुतवन्तः इति मन्ये। हा, क्षम्यतां, सर्वे म्यूट् मध्ये तिष्ठन्तु। सर्वोऽपि लोकस्त्वयि वित्तपूर्णे नमस्करोति स्तुतिमातनोति, विपत्स्वसौ दूरतरं प्रयाति यस्त्वन्तिके तासु सजनः स्यात्। द वर्ल्ड् सेल्यूट्स् यू एण्ड् ब्रिङ्ग्स् युर् एण्ड् सिङ्ग्स् युर् प्रेसेस् वेन् यू आर् रिच्, बट् इफ् यु गेट् इन् टु ट्रबल् इट् रन्स् फार्. One who remains with you in the moment of crisis is a good person. Uttama, dhanyavadaha bhagini. Where is this? Aham kim kritavati, aham kavita bhaginim eva uktavati, aham preshayami. Vishalakshi bhagini. Okay. I sent it only to Kavita bhagini. What I want to do is... प्रत्येकस्मिन् वर्गे नूतनः ध्येयमन्त्रः भवतु इति आशा अस्ति, पश्यामः। अस्तु, धन्यवादाः। तर्हि गतवर्गे वयं सर्वे म्यूट् मध्ये तिष्ठन्तु कृपया। गतवर्गे वयं द्वितीयाः विभक्तेः अभ्यासं कृतवन्तः। सर्वदा कर्मपदं द्वितीयायां विभक्तौ एव भवति कर्तरिप्रयोगे। कर्तरिप्रयोगे इत्युक्ते इन् द एक्टिव् टेन्स्. सो ऐ वाण्ट् टु रिपीट् दिस्, इफ् ऐ हेव् नाट् आलरेडि सेड् दिस् देन् देट् विल् बि मै मिस्टेक्. आल् दीस् थिङ्ग्स् देट् वि डिस्कस्ड् वे कर्मपदा इस् इन् द द्वितीया विभक्ति एट्सेट्रा इस् फार् कर्तरिप्रयोगः, विच् इस् एक्टिव् टेन्स्. ओके, वि नो देट् बिकास् वि हेव् नाट् डन् द पेसिव् टेन्स्, बट् स्टिल्. सर्वदा कर्मपदं द्वितीयायां विभक्तौ एव भवति कर्तरिप्रयोगे, यथा अहं पाठं पाठयामि. कविता भगिनी वदतु, तत्र अहं पाठं पाठयामि, तत्र अन्वयः कः? अन्वयः इस् रिलेशन्शिप्, विच् वर्ड् इस् द पार्ट्स् आफ् स्पीच् न what we did last time. aham is kartrupadam patham is dvitiya karmini padam, dvitiya karma padam, karma padam and pathami pathayami is kriyapadam, pathami I pathayami I teach. Okay, dhanyavada. Tatra Jawahar mahodaya, bhavan vadatu, Jawahar mahodayah pustakam pathati, tatra anvayah ka pustakam iti कर्म उत्तमं कर्मपदं पठति पठति क्रियापदं जवाहरमहोदयः दट् इस् सब्जेक्ट् कर्तृपद कर्तृपद विजयकुमार् महोदय वदतु विजयमहोदयः कथां शृणोति तत्र विजयकुमार् महोदय जवार् महोदय किञ्चित् म्यूट् मध्ये तिष्ठतु कृपया वदतु किं विजयकुमार् विजयकुमारस्य कर्तृपदं then sentence, what is the sentence name? Vijay Mahodayah Katham Shrunoti. Shrunoti is a Kriya Padam. Uttamam. And Dvitiya Vibhakti. Katham. Katham Dvitiya Vibhakti. Dvitiya Vibhakta Vasti. Uttamam. Dhanyavada. Dhanyavada. Vishalakshi Bhagini. Yes. विशालाक्षी भगिनी मधुरं पचति विशालाक्षी भगिनी मधुरं पचति तत्र ओके विशालाक्षी भगिनी इस् द कर्तृपदं पचन्ति इस् क्रियापदम् एण्ड् मधुरम् इस् कर्मपदं कर्मपदं मधुरम् इस् स्वीट् डेसर्ट् जवाहर् महोदय न श्रूयते किं जवाहर् महोदय न श्रूयते किम् actually I'm able to hear Vishalakshi Bhagini but not the the previous thing you know that who was that thing? Vijay or Kavita I think I was not able to hear with Vishalakshi Bhagini it's okay sorry Vijay Mahoday अग्रे किञ्चित् उच्चैः वदतु विजय थङ्की महोदय वाक्यमस्ति विजय महोदयः विश्वविद्यालयं गच्छति विजय महोदय कर्तृपदं विद्यालयं कर्मपदं गच्छति क्रियापदम् उत्तमं म्यूट् मध्ये तिष्ठतु नीता भगिनी भवत्याः कृते भवत्याः कृते वाक्यमस्ति नीता भगिनी गीतं गायति नीता भगिनी कर्तृपदं गीतम् इस् कर्मपदम् एण्ड् गायति इस् क्रियापदम् अस्तु तर्हि गीतं गीतम् इति शब्दः नपुंसकलिङ्गे अस्ति वा पुंलिङ्गे अस्ति वा स्त्रीलिङ्गे अस्ति वा स्त्रीलिङ्ग गीतं गीतं पुस्तकं वनं ऐ थिङ्क् ऐ एम् नाट् श्योर् मेबि निपुंसक नपुंसकलिङ्गे अस्ति नपुंसकलिङ्गे ओके तर्हि गीतं नपुंसकलिङ्गे अस्ति तर्हि तत्र प्रथमाविभक्तिः अपि अस्ति द्वितीयाविभक्तिः अपि अस्ति परन्तु परन्तु सन्दर्भं दृष्ट्वा वदनीयं वि हेव् टु सी द काण्टेक्स्ट् एण्ड् डिसैड् सो नीता भगिनी गीतं गायति देर् गीतं कुड् बि प्रथमाविभक्ति और् द्वितीयाविभक्ति आल्सो बट् बिकास् Here very clearly Nita Bhagini is the subject and Gayati is the verb. So Gita, what does she sing? She sings a song. So there, Dvitiya Vibhakti hi eva astu. Agre saramaha idanim Vibhakti vallaryaha Dvitiya bhaga karniya. Ekanisham. वदामि अदौ जवाहरमहोदय तत्र द्वितीयभागः अस्ति द्वितीयपुटी एव अस्ति पठतु एतानि वाक्यानि द्वितीया फस्ट् वन् अभ्यासः नैव एतेषु वाक्येषु नैव पूर्णतया पठतु एतानि वाक्यानि पठत भवान् पठितवान् गतवर्गे परन्तु पुनरभ्यासेन कुरु वाक्ये क्रियासूचकं पदं क्रियापदं कर्ते सूचकं महोदय द्वितीयभाग द्वितीयभाग द्वितीयपुटे सेकेण्ड् पेज् रोमन् लेटर् एतानि वाक्यानि पठत रामः पाठं पठित्वा निद्रां करोति रामः मीन् टु से द मीनिङ्ग् आफ् देट् आम् रामन् रामः आफ्टर् रीडिङ्ग् हिस् लेसन्स् वेण्ट् टु स्लीप् गोस् टु स्लीप् इस् इट् लेसन् आर् लेसन् लेसन् लेसन् आफ्टर् रीडिङ्ग् लेसन् रामः निद्रां करोति गोस् टु स्लीप् सत्यम् अग्रिम बालकः हस्तं प्रक्षालय भोजनं करोति द बाय् आफ्टर् वाशिङ्ग् हिस् हेण्ड्स् ईट्स् हिस् फुड् उत्तमं हस्तम् इस् अगेन् दिस् इस् सिङ्गुलर् हस्तं ओके आफ्टर् वाशिङ्ग् हिस् हेण्ड् ही ईट्स् हिस् डिन्नर् दट् इस् भोजनं छात्राः पाठं पठितुं विद्यालयं गच्छति स्टूडेण्ट्स् आफ्टर् रीडिङ्ग् लेसन् गो टु स्कूल् पठितुं ओके ओके ओके फार् रीडिङ्ग् दट् इस् टु स्टडि दे गो टु स्कूल् इन् आर्डर् टु स्टडि बालिका पाठं पठन्ति एव निद्रां कुरु कृतवती पठन्ति बालिका बालिका पाठं पठन्ति द गर्ल् रीड्स् हर् लेसन् आफ्टर् देट् शी गोस् टु सी नो पठन्ति इस् शत्रुप्रत्ययः शत्रुप्रत्ययः सो पठन्ति then vadanti chalanti all these when they come for feeling it tatra progressive tense asti chatra pratyay so while reading the book okay she left she went to nidran kritava patanti the actually you know they say that actually patati patataha patanti there the t is tatva over here the t is dirgha okay patanti yeah got it so patanti when it is dirgha it means that while reading yeah it is patanti is dirgha that time it is while reading So they're very clearly, yeah, very small difference, but see how much difference it is, how it means. This is a new thing I have learned today. Yeah, that is one. And one more way to find out is, Panini grammar is absolutely scientific. Another way to find out is, supposing you think it is Patanti, which is one of the new Madhya Tishtanthu, Ekanisha, Ekanisha. So the one more way to find out is that supposing you think that this is bahuvachanam of pathati pathatah pathanti then your logic should say why should it be pathanti because here it is balika balika asti chet pathati bhavaniyam kila balika pathati parantu atra balika pathanti asti tari ekvachane asti ityukte tatra vyatyasah asti iti. So there also you can make out the difference. अस्तु महोदय, अग्रिमं भागं पठतु. नेक्स्ट् इस् ओके. पदेषु वाक्येषु एतेषु वाक्येषु चतुरस्त्र चिह्नेन क्रमशः उक्त्वान्तं ल्यबन्तं तुमन्तं तुमन्नन्तं शत्रन्तं च पदं सुचितं तेभ्यः पूर्वं रिक्तानि कर्मपदानि स्थितानि ओके ओके स्थितानि कर्मपदानि अधोरेखया सूचितानि तेषाम् अपि द्वितीया भवति इत्येतं अंशं परिशीलयत् अर्थं वदतु. That is in the box given, that is in the kramasha, that is tvantam, lyavantam, tumannantam, shatrantam, these are given, that is in the brackets, is it? Indicate. In the box, in the chaturastra chinnena, which means in the four boxes. Square, okay. Kramashah, sequentially, Tva, Lyabanta, Tumun and Shatrantha are indicated. Suchitam is indicated. Tebhyah purvam, before those boxes. Thitani karma padani, those words which are there, karma padam, patam, hattam, patam, patam. Adho is down and rekhaya is the tritiya vibhakti of rekha, which means underlined by the underlined word. They are indicated, these words. Tesham api dvitiya bhavati ityetam amsham parishilayata. So, with tva pratyayah, with lyap pratyayah, with tumun pratyayah and the continuous tense shatru pratyayah, tatra dvitiya vibhaktihi eva bhavati. So, Rama patitva, patam patitva. Okay? Balakah hastam prakshalya, tatra dvitiya vibhaktav santi. Okay. Astu dhanyavada. धन्यवादः महोदय, धन्यवादः. म्यूट् मध्ये तिष्ठतु कृपया. कविता भगिनी अग्रिमं पठतु. अभ्यासः आवरणे सूचितानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखत् आवरणे सूचितानां शब्दानां इण्डिकेटेड् वर्ड्स् इन् द ब्राकेट् आवरणे इस् इन् द ब्राकेट् इन् द ब्राकेट् इन् उचित् इन् अप्रोप्रियेट् रूपा शब्दानां फिल् रिक्तस्थले लिखत् फिल् अप् द ब्लाङ्क्स् इन् द इन् द फिल् अप् द ब्लाङ्क्स् उत्तमं. प्रथमं करोतु. आं भगिनि, भवती विषयः ज्ञात्वा अग्रे पठतु. भवती विषयं ज्ञात्वा अग्रे पठतु. एकनिमिषम् अर्थं वदतु. भवती शी नैव भवती करोतु भवती पठतु भवान् भवती यु भवती यु आफ्टर् हेविङ्ग् रेड् द आफ्टर् हेविङ्ग् नोन् द सब्जेक्ट् रीड् अहेड् या रीड् अहेड् उत्तमं तत्र पठतु लकारः कः लोट् लकारः उत्तमम् उत्तमं भगिनि उत्तमम् अग्रिमं करोतु छात्राः प्रश्नः पृष्ट्वा विषयं जानन्ति पृष्ट्वा इति वदनीयं पृष्ट्वा नास्ति पृष्ट्वा तत्र टकारः अपि हलन्त्यमेव अस्ति छात्राः प्रश्नं पृष्ट्वा विषयं जानन्ति the student having pushtva after having pushtva read the asked chhatra after asking the question knows the subject uttam knows the subject chhatraha tatra bahuvachane asti va ekavachane asti va bahuvachane chhatraha therefore jananti तत्र जानन्ति छात्राः जानन्ति दे नो द सब्जेक्ट् द स्टूडेण्ट्स् नो द सब्जेक्ट् पृष्ट्वा इति पदस्य रूपं किं हेविङ्ग् नोन् परन्तु प्रत्ययः कः संस्कृते वदतु लेबन्तम् अस्ति वा तुमन्तम् अस्ति वा किं पृष्ट्वा इस् आफ्टर् नोयिङ्ग् सो किमर्थं जानाति भवती ऐ थिङ्क् जवाहर् महोदय केनाट् हियर् यु ऐ जवाहर् महोदय वी केन् हियर् हर् क्लियर्लि श्रूयते एव No, the problem is, you know, it happens only with some people, like, you know, able to hear Salak Chiragini and others also. Vayam Shrotum Shaknu Maha, we are able to hear her. I don't know. Okay. अन्ये श्रोतुं शक्नुवन्ति किम् अन्ये श्रोतुं शक्नुवन्ति विजयतन्त्रमहोदय I can hear if I put the earplugs. Yeah, earplugs only I'm also using. I don't know. Okay. अस्तु किञ्चित् उच्चैः वदतु कविता भगिनी तर्हि भवती जानाति एव त्वा प्रत्ययः अस्ति त्वा प्रत्ययः हा त्वा पृष्ट्वा ज्ञात्वा पठित्वा चिन्ता नास्ति तदर्थमेव अहं पृष्टवती धन्यवादः विजयकुमार् महोदय नमस्ते किञ्चित् उच्चैः वदतु महोदय जवाहर् महोदय न श्रोतुं शक्नोति बालिका लेखिनी पाठयित्वा रोदनं कृतवती बालिका पाठ त अस्ति हा पाठ नास्ति पाठयित्वा पाठयित्वा बालिका लेखिनं लेखनं नास्ति पुनरेकवारं पश्यतु लेखनीं लेखनीं बालिका लेखनीं पाठयित्वा पाठयित्वा रोदनं कृतवती महोदय पाठ नास्ति पाठ त तत्र अल्प अस्ति द इङ्ग्लिश् वर्षन् इस् बा द गर्ल् द गर्ल् लेखिनी आफ्टर् रैटिङ्ग् नो लेखनी मीन्स् फालोयिङ्ग् पेन्सिल् लेखनीं मीन्स् पेन्सिल् लेखनी मीन्स् पेन्सिल् after falling okay after falling, dropping उत्तमम् आफ्टर् फालिङ्ग् द पेन्सिल् आफ्टर् ड्रापिङ्ग् द पेन्सिल् उत्तमम् आफ्टर् ड्रापिङ्ग् द पेन्सिल् शी क्रैस् शी रोदनं कृतवती शी रोदनं कृतवती हा उत्तमं शी क्रैस् तत्र कृतवती इति शब्दस्य प्रत्ययः कः त्वं प्रत्यय नैव तवतु तवतु तवतु तवतु पाठयित्वा इति शब्दस्य प्रत्ययः कः पाठयित्वा शब्दैः हा वेरि गुड् त्वा त्वान्तम् अग्रिमं करोतु ते पत्रिका पठित्वा विषयं जानन्ति ते पत्रिकां पठित्वा विषयं जानन्ति तत्र क्रियापदं किं जानन्ति उत्तमं कर्मपदं किं पत्रिका पत्रिकाम् उत्तमं तत्र कर्तृ कर्तृपदमे विषयं नो नो उत्तमं धन्यवादः महोदय धन्यवादः महोदय नीता भगिनी धन्यवादः यस् मेम् ऐ डोण्ट् हाव् द बुक् मेम् ऐ हाव् आर्डर् बट् ऐ हाव् नाट् रिसीव्ड् इट् एक्चुलि ओहो अस्तु तर्हि गीतासोपानमपि नास्ति किम् No, I don't have both. I've ordered, but they have not received it. Astu, tari adya shravanam karotu. Yes, shravanam eva karotu. Yeah. Shrunotu. Astu, dhanyavadah. Tatra Vijay Thanki Mahoday, agrimam vakyam karotu. Vijay Thanki Mahoday. माता पाकः समाप्य सखीगृहं गतवती माता पाकं समाप्य सखीगृहं गतवती अर्थं वदतु मदर् आफ्टर् कुकिङ्ग् वेन् टु महोदय शब्दः अधिकः एव अस्ति समाप्य सखीगृहं गतवती महोदय दूरवाण्यां भवतः दूरवाण्याम् अधिकः एव शब्दः अस्ति विजय टङ्की महोदय श्रोतुं न शक्नुमः वयं विजय टङ्की महोदय हरि ओम् महोदय श्रोतुं न शक्नुमः वयम् अधिकः एव किं तत्र शब्दः अस्ति भवान् किं प्रवासे अस्ति किम् नो नो ऐ एम् एट् होम् किमर्थं किं तत्र वातायनम् उद्घाटितमस्ति किम् आम् किमपि अस्तु अस्तु पठतु माता पाकं समाप्य सखीगृहं गतवती तत्र अर्थं वदतु After completing, after cooking, the mother went to her friend, her friend's home. Uttama. Tatra samapya kidrisham padam. Don't know. समाप्य आफ्टर् आफ्टर् डूयिङ्ग् महोदय किञ्चित् म्यूट् मध्ये तिष्ठतु एकनिमिष. तत्र समाप्य आफ्टर् डूयिङ्ग् संथिङ्ग् त्वा एण्ड् ल्यप् प्रत्ययास् ऐ यूस्ड् तत्र किमर्थं समाप्य द मीनिङ्ग्स् आर् द सेम् रैट् समाप्य एण्ड् एण्ड् पठित्वा द मीनिङ्ग् द सेन्स् आफ़् द मीनिङ्ग् इस् द सेम् आफ्टर् डूयिङ्ग् सम् एक्षन् देर् इस् अ ल्यप् प्रत्यय ओवर् देर् एण्ड् नाट् त्वा बिकास् देर् इस् एन् उपसर्गः ओवर् देर् ओके सो समाप्य सम् आप्य सम् ओवर् देर् इट् इस् एन् उपसर्गः इट् इस् अ प्रीफिक्स् वेन् देर् इस् अ प्रीफिक्स् देन् त्वा प्रत्ययः बिकम् ल्यप् प्रत्ययः okay it becomes lyap pratyaya the meaning is the same tva and lyap are used in the same sense after doing something so when you see the ending that's why tvantam lyabantam tumunantam shatrantam the beauty of the language is that when you see the end of the word you come to know what kind of pratyaya it is and you come to know the meaning so when I see patitva there is a tva tva pratyaya when I see prakshalya lya lya is there over here samapya pya is there okay so therefore it is a lyabantam astu tatra karma padam kim vijay dhanki mahoday pakam pakam uttamam gatavati kidrisham padam क्रियापदं क्रियापदं परन्तु प्रत्ययः कः गतवान् गतवती कृतवान् उक्तवान् उक्तवान् तवान् अस्ति किल प्रत्ययः कः तवत् तवत् तवत् सो देट् क इन् द तवत् गोस् अवे बिकास् आफ़् पाणिनि रूल् अस्तु अग्रिमं करोतु धन्यवादः अग्रिमं करोतु भवान् सदा सज्जनानां व्यवहारः अनुसृत्य गच्छतु भवान् सदा सज्जनानां व्यवहारम् अनुसृत्य गच्छतु यु शुड् ओल् नो भवान् सदा गच्छनानां व्यवहारम् Anusrutya. What is the meaning of Anusrutya? Anusrutya means to follow, to do what somebody else is doing, to follow. So Anusrutya means to follow. So over there, one minute, I'll tell you how you should do it. Tatra kriya padam kim? Gacchatu. Gacchatu. Gacchatu, kaha gacchatu? गच्छतु इस् विच् लकारः लकारः कः लोट् लकारः लोट् लकारः उत्तमं तर्हि कः गच्छतु इति कः गच्छतु आफ्टर् गुड् पीपल् कः गच्छतु हू शुड् गो यू शुड् गो हा यू शुड् गो भवान् गच्छतु भवान् किं कृत्वा गच्छतु किं कृत्य Anusritya, that means after following them only, you go. Follow them basically. Okay. Following whom? Good people. Their behavior. Sajjananam vyavaharam. Anusritya, tatra kidrisham padam? Anusritya, kya asti? त्वान्तं त्वान्तं नैव त्वान्तं नैव त्वा अस्ति किं तत्र अन्ते अन्ते त्वा अस्ति किं त्य अस्ति तर्हि तर्हि तर्हि प्रत्ययः कः ल्यबन्तं ल्यबन्तं सो ल्यप् ल्य सि देर् इस् जस्ट् लैक् समाप्य If you look at it, pya is there. Anusritya, kya is there. Lyabantam. That's how you understand that it is a lyabantam. अवगतं विजय सङ्की महोदय अवगतम् ल्यबन्तम् ऐ थिङ्क् इस् डिफ़रेण्ट् देन् त्यो देर् ल्यबन्तं वेन् यु से ल्यबन्तं देर् इट् इस् ल्यप् अन्तं ल्यप् अन्तम् ओके and that pratyaya what happens is because of panini rules this lyap pratyaya is you can say it is the raw material okay it is when it is cleaned okay that la etc goes away and what remains is the ya okay so usually all of these will end with anusritya because there is a prefix over there anu over there is the prefix samapya sam is the prefix prakshalya pra over there is the prefix to the dhatu okay avagatam idanim am bhagini astu tatra karma padam kim pakam rasmaram sorry vyavaharam tatra sajjananam तत्र विभक्तिः का षष्ठी विभक्ति उत्तमं बहुवचनं उत्तमं धन्यवादाः महोदय विशालाक्षी भगिनी धन्यवादाः म्यूट् मध्ये आं भगिनि पठतु भगिनि अग्रिमं सः देवी नमस्कृत्य विद्यालयं गच्छति सः देवीं नमस्कृत्य विद्यालयं गच्छति अर्थं वदतु करेक्ट् अर्थं वदतु या ही गोस् टु द विद्यालय आफ्टर् प्रेयिङ्ग् टु हूम् आफ्टर् नमस्कार डूयिङ्ग् नमस् प्रेयिङ्ग् टु द ले deity god uttam tatra kriya padam kim bhagini gachati tatra kartru padam kim saha kartru padam uttam tatra tasmin vakye dvitiya vibhaktau ke pade santi sah के विद्यालयं विद्यालयम् अपि च एण्ड् देवीम् उत्तमं वि डू दट् या उत्तमं तत्र नमस्कृत्य प्रत्ययः कः प्रत्यय मीन्स् यु वाण्ट् सफिक्स् वेदर् इट् इस् अ सफिक्स् वा प्रत्ययः ल्यप् प्रत्ययः पठितुं प्रत्ययः इट् इस् ल्यबन्तम् उत्तमं अवगतं अग्रिमं करोतु भगिनी शाटिका प्रक्षाल्य आतपे प्रसारितवती वाट् इस् द मीनिङ्ग् आफ़् प्रसारितवती मीन्स् शी स्प्रेड्स् यु विल् कम् टु नो द मीनिङ्ग् वेन् यु अण्डर्स्टाण्ड् वेन् यु ट्रान्स्लेट् द remaining the previous part you will come to know the meaning now bhagini shatikam no I don't know the meaning of shatikam also shatika anybody shatika sorry uttamam pashyatu purusha uktavan shatika kim iti shatika ka iti bhagini shatikam प्रक्षाल्य आतपे प्रसारितवती सो द भगिनी मीन्स् द लेडी प्रक्षाल्य आफ्टर् वाशिङ्ग् द सारी शी हेस् शी स्प्रेड्स् इट् वेर् आतपे मीन्स् इन् द सन् आतपे सन् ओके ओके आतपे ओके इदानीं प्रसारितवती कीदृशं पदं देट् इस् इदो क्रियापदं Kriya, no, it is not a Kriya Pada as such. Yeah. Mm. What kind of Pratyaya is there over there? Pratyaya kaha? Eka nimisha. Mute madhi tishtatu. Vijayatanavati na. Haan, Prasaritavati. Vijayatanki mohode, Pratyaya vadatu. Prasaritavati. Prasaritavati. Tavati. तवतु तवतु उत्तमं तवतु प्रत्ययं महोदय म्यूट् मध्ये तिष्ठतु महोदय म्यूट् मध्ये तिष्ठतु विजयसङ्खीमहोदय तर्हि भगिनी प्रसारितवती तवती अस्ति इट् इस् द पास्ट् टेन्स् एण्ड् इट् इस् तवतु प्रत्यय बट् But it is not a Kriyapadam, because Kriyapadam comes only from the Lakaraha. Okay, you have to understand that although there is action over here, it is a suffix. It is a suffix to a Dhatu. Okay, you will understand that slowly, no problem. Astu. Danyavada. Then which is the Kriyapadam there? Which is the Kriyapadam there? Very good question. So then Prasaritavati, over there is a Adhyaharaha. Adhyaharaha is that which cannot be seen but is understood, okay? So over there is a adhyahara, prasaritavati asit, okay? So that is in practice, it is not put over there, but it is grammatically, technically, it is supposed to be there. So but then over here, that is the beauty of the language also, there are some things which one is understood and the practice is prasaritavati, she spread it. Okay avagata. So there is no verb as such the verb cannot be seen over there. Okay, it's supposed to be there, but if then in Sanskritam, okay, this the privilege is there. For example, okay, bhavatyaha namakim, aham darshana. Aham Darshana. I am Darshana. I am is understood. Okay? Is understood there. Okay. Aham Darshana. Asmi is understood over there. Aham Darshana Asmi. I am Darshana. But Aham Darshana, if I say, then it becomes correct. Because there is the concept of Adhyaharaha. Okay? Dhanyavadaha, Bhagini. Uttamam. Javahar. Ji. अभ्यासं कर्तुं मम समयः नास्ति. अभ्यासम् इति द्वितीयविभक्ति. कर्तुं मीन्स् कर्तरीपदम्. सारि कर्तुं मीन्स् क्रियापदं. मम कर्तुं तत्र सारि तुम् ओके तुमन् तुमन् तुमन् तुमन् ओके मम कर्तरीपदम्. And the meaning is, for me, I don't have time to do the exercise. Astu, now over here, Mahoday, Mama, Tatra Kartru Padam Asti Kim, is it the subject? Yeah, to me. Mama is to me, isn't it? Mama Vibhakti Hi Ka. Mama is Vibhakti. Mama is no, I'm not getting it. What's that? Mine. Kopi vadatu, Mama. Mine. So Vibhakti. Dvitiya Vibhakti. Vibhakti ka. Naiva. Mama. Maam nasti tatra. Mama. Okay. Mama is Saptami. Naiva. Kopi vadatu? Okay. Sambandha means it is Shashti. Shashti vibhakti asti. Tari Shashti vibhakti asti ke tatra karta bhavitum arhati kim? Karta should be in which vibhakti? Karta should be in sixth. Karta should be in pratama vibhakti. Pratama vibhakti. Okay. Okay, but this is Shashti Vibhakti, so this is not the Karta Padam. over oh, there. Okay. Mm. So, Sameha is the... Ah. Uttama. Uttama. Okay. Okay. Sarve, Sarve avagatan, gatavantaha kila? Has everybody understood that? There, Samaya is the kartapadam. Samaya nasti. Kaha nasti? Samaya nasti. Mama. Haan, mama krite. Samaya nasti kim kartum, abhyasap kartum. Tumun pratyaya. Angla bhashayam vadatu? Angla bhashayam, to me, I don't have time to do the exercise. Yeah. For me, there is no time to do the exercise. For me? For me, there's no time because mama is come. Okay. Literally, if you want to translate, for me, to do the exercise, time is not there. Okay, fine. Uttamam. Agrimam karotu. Mattam anugrahitum devaha bhulokam agatavan. So, bhaktam is the dhitiya vibhakti. Anugrahitam is the kartari padam. Naiva? Anugrahitam is, no, anugrahitam is the tunan prayogam. Ah, uttamam. And anugrahitavan, this is also tunan prayogam, you know, anugrahitavan. No, no. Anugrahitam. Tva. Ah, agatavan. Dvanasti, dvanasti. Agatavan. Agatavan. Okay. Pratyeka agatavan. Agatavan is that is tu tatu. Tavatu. Okay. Idanim angla bhashayam vadatu. To anugrahitu means that is to grant the boons. Yeah. The God has, the gods, Devaha, the God has come down to earth. Has God come comes down to earth. God comes to earth. Agatavan. That is, came to earth. Yeah, came to earth. Agrimam karutu. Agrimam. Ankani, Ankanyam Kretum, Sa Apanam Gatavati. To buy Ankanyam Kimartham, Shamitam, Ankanyam Kimartham, Ankanyam Kimartham. Ankani, that is to buy pencils. She has, she goes to Gatavati, she went to shop. She went to the shop, okay. Kretum Gidrisham Padam? Kretum, that is Tumam Prayopam. Tumandaram. Gatavati is Tavatum. Tavatum, Uttama. Apanam is the Karma, that is Apanam is the Karma Padam, correct? Apanam is also the karma padam, ankanim is also. So, what is the main thing, essence over here? The kramashah, swantam, levantam, tumunantam, shatrantam, tatra, dvidya vibhaktihi, avashyaka, avashyaki. Astu. Oh. Danyavadaha, Mahoday. Vijay Kumar, Mahoday, agrimam karotu. Sahe, mitrasya, tippani, svikartum, तस्य गृहं गतवान् सः मित्रस्य टिप्पणीं स्वीकर्तुं तस्य गृहं गतवान् सः मित्रस्य टिप्पणीं ओके टिप्पणी मोबयर् इस् एड्वाइस और Or notes also over here, notes also, okay? Notes also it can be, like when you share notes, that also it can be. Hmm? He went to his friend's house for getting advice. Hmm. for getting advice. He went to his friend's house to get his advice. Astu, advice or notes? Now, mitrasya iti shabdasya vibhakti hi ka? Mitrasya is shashti. Uttamam. Svikartum kidrisham padam? Padam. Kidrisham padam? Svikartum is... Pratyaha kaha tatra? Padam. नैव नैव कर्मपदं नास्ति स्वीकर्तुं तत्र अन्ते प्रत्ययः कः स्वीकर्तुं स्वीकर्तुं टु to obtain svikartum is to obtain hello I think the network has gone we'll wait for some time okay thank you क्षम्यताम् इदानीं स्वीकर्तुं कीदृशं पदं तुमुं प्रत्ययः तुमुं प्रत्ययः स्वीकर्तुम् इन् आर्डर् टु रिसीव् गतवान् कीदृशं पदं गतवान् I just see the notes. Kavita bhagini sahayam karotu I also don't know ma'am kimartham gatavan javar mahoday vadatu gatavan tavatu prayoga tavatu asti dhanyavada mahoday mute madhye tishtatu tavatu या इत्स प्रत्यय तव तु गतवान् गतवती आगतवान् तव तु ऐ थिङ्क् वी हेव् डन् दिस् इन् अभ्यासपुस्तकं तव तु ओके वेरेव इट् एण्ड्स् वित् तव सि गतवान् गतवती कृतवान् वेरेव तव इस् दे इट् इस् तव तु ओके प्रसारितवती कृतवती देन् गतवती आगतवान् अस्तु अग्रिमं करोतु महोदय शिशुः अम्बा स्मरन् रोदनं कृतवान् शिशुः अम्बां स्मरन् रोदनं कृतवान् चैल्ड् रिमेम्बरिङ्ग् मदर् cried okay yeah. So over there rodanam kritvan means he did the act of crying yes. Rodanam kritvan he did act of crying astu tatra smaran I'll tell you because you all have not done chhatrapratyanta Smaran is the progressive tense, okay? Smaran, Kurvan, Pathan, over there, Pumlinge asti, apicha, continuous tense, progressive tense, Shatru Pratyaya. Astu, idanim vadatu. Atra, Shishuhu, Hello. Network. Network. Shishuhu. इदानीं श्रूयते किम्? श्रूयते श्रूयते. अस्तु अस्तु, तर्हि इदानीं वदतु महोदय, तत्र शिशुः इति शब्दस्य विभक्तिः का? कर्तृपदम्. उत्तमं, विभक्तिः का? शिशु इस् प्रथमा. प्रथमा विभक्तिः, उत्तमम्. एकः निमिषः, अत्र रेकार्डिङ्ग् आरम्भं करिष्यामि. भवान् अस्ति, अस्तु. विभक्ति प्रथमा विभक्तिः, उत्तमं. कृतवान्? कृतवान् कीदृशं पदं? त्वं. हा, नैव, तवतु. अस्तु महोदय, धन्यवादः धन्यवादः. कविता भगिनी करोतु. आं भगिनि. भक्तः, भक्तः मन्त्रः पठन् पूजां करोति. भक्तः मन्त्रं पठन् पूजां करोति, पूजां करोति. पठन् कीदृशं पदं? क्षम्यतां, वदतु वदतु. द डिवोटी हेव् reading the mantra, does the puja. Does the puja, very good. Uttamam. Pujam, pujam, vibhakti hi ka? Dvitya. Dvitya vibhakti. Uttamam. Mantram, vibhakti hi ka? Dvitya. Dvitya. Bhaktaha, vibhakti hi ka? Prathama. Prathama. Agrimam karo, uttamam. Krishakaha, krishihi kurvan jivati. कृषकः कृषिं कुर्वन् जीवति. द फार्मर् डस् फार्मिङ्ग् फार् अ लिविङ्ग्. उत्तमं. तत्र प्रथमा विभक्तिः कुत्र अस्ति? कृषिकः. एक्चुलि कृषकः इति भवनीयं, कृषिकः इति उक्तवन्तः, न जाने किमर्थं, पश्यामः. अस्तु, क्रियापदं किं? जीवति. जीवति, उत्तमम्. अग्रिमं करोतु. बालकाः विद्यालयः गच्छन्तः पाठं स्मरन्ति. बालकाः विद्यालयं गच्छन्तः पाठं स्मरन्ति. द बाय् गोस् टु द स्कूल् फार् रिमेम्बरिङ्ग् फार् लर्निङ्ग् द लेसन्. स्मरन्ति, रिमेम्बरिङ्ग्, फार् लर्निङ्ग्. फार् लर्निङ्ग् कुत्र अस्ति तत्र? फार् लर्निङ्ग् इस् तुमुन् प्रत्ययः, रैट्? इन् आर्डर् टु लर्न्. सो तत्र तुमुन् प्रत्ययः अस्ति किम्? नास्ति. तत्र गच्छन्तः इस् द प्लोरल् फार् प्रोग्रेसिव्. गच्छन्तः, गच्छन् एकवचने, गच्छन्तः बहुवचने, इट् इस् द प्रोग्रेसिव्. शत्रन्तः एव अस्ति. तर्हि तत्र स्मरन्ति, स्मरन्ति, तत्र लकारः कः? बहुवचनं. लकारः कः? लट् लकारः. लट् लकारः, उत्तमम् उत्तमं, धन्यवादः भगिनि. विजय थङ्की महोदय. हा वदतु विजयथङ्की महोदय, वदतु. श्रूयते किं मम ध्वनिः? आम् आम्. श्रूयते श्रूयते. 17th he has to do. आपणिकः ग्राहकाः दृष्ट्वा सन्तोषम् अनुभवति. आपणिकः ग्राहकान् दृष्ट्वा सन्तोषम् अनुभवति. एकनिमिष, इदानीं ग्राहकान् न वित हलन्त्, किमर्थं ग्राहकाः इदानीं बहुवचने अस्ति कर्मपदं. ग्राहकाः रामः तत्र बहुवचने द्वितीयाविभक्तिः रामान् अस्ति, तदर्थं ग्राहकान् दृष्ट्वा. आपणिकः ग्राहकान् दृष्ट्वा सन्तोषम् अनुभवति. अर्थं वदतु. सन्तोषम् सुपर् फील्स् सेटिस्फैड् आफ्टर् सीङ्ग् कस्टमर्स्. आपणिकः ग्राहकान् यतोहि तत्र बहुवचने किं तत्र अकारः पुंलिङ्गे बहुवचने द्वितीयाविभक्तौ रामान् अस्ति, तावत् एव ग्राहकान् अस्ति अत्र. अस्तु, दृष्ट्वा कीदृशं पदं दृष्ट्वा? हरि ओम्. दृष्ट्वा कीदृशं पदं? उत्तमम्. अग्रिमं करोतु. पितामहः देवाः पूजयित्वा भोजनं करोति. पितामहः देवानां देवान् पूजयित्वा भोजनं करोति. ग्रान्फादर् eats after praying the gods. Gods, okay. बहुवचने अस्ति. पितामहः देवान् पूजयित्वा. पूजयित्वा कीदृशं पदं? त्वान्तम्. त्वान्तम्, उत्तमम्. धन्यवादः महोदय. तत्र विशालाक्षी भगिनी. या तण्डुलाः क्रेतुं सः आपणं गच्छति. रामौ रामान्. प्लीज् रिपीट् वित् मी भगिनि. रामः रामौ रामाः प्रथमा विभक्ति. रामः रामौ रामाः द्वितीया विभक्ति. प्लीज् रिपीट्. यु टेल् मी, ऐ डिडन्ट्. रामः रामौ रामाः रामं रामौ रामान्. नो नो, ऐ कान्ट् टेल् लैक् देट्. I'll write it down and then I'll repeat it myself. No, repeat it with me. Ramaha, Ramaha. Ramaha, Ramau. Ramaha. Ramaha. Okay. That is Prathama Vibhaktihi. Now Dvitiya Vibhaktihi. Ramam, Ramau, Raman. Ramau. Aha. Ramam. Ramam. रामौ रामौ रामान्. नीता भगिनी वदतु. नीता भगिनी, रामः रामौ रामाः रामं रामौ रामान्. नीता भगिनी वदतु. रामः रामौ रामाः राम रामौ रामौ रामान् रामं रामा रामं रामौ रामौ रामौ रामं रामान् रामान् नो प्रथम वन् मिनिट् प्रथमा विभक्ति रामः रामः रामौ रामः रामौ रामान् रामाः रामाः प्रथमा विभक्तिः एण्ड् द्वितीया विभक्तिः रामं रामौ रामान् रामान् रामान् ओके दिस् इस् टु बि लर्न्ड् एक्चुलि दिस् इस् हौ इट् हेस् टु बि लर्न्ड् अदर्वैस् इट् विल् बि डिफिकल्ट् यस् मेम् अस्तु धन्यवादः अग्रिमं वन् मोर् थिङ्ग् sorry to disturb you. That sentence in which it was that she spreads the sari in the sun, right? And it was atyaraha, which is understood and not seen. But a spread is a verb only, na? Ha, adhyaharaha. Ha, adhyaraha. Yeah, it is the sense of a verb, okay? So over yeah, there, but the verb adhyahara. Is there, na? Adhyaharaha. Yeah, it's there, but the way it is, she had spread, okay? So there, okay. The sense of a verb is there, but it is a pratyaya. So there are many ways of doing the past tense. You can use the nakaraha also. Okay. And you can use the pratyaya also. Pratyaya is easier to do than remembering the lakaraha. And therefore, everybody prefers to use the pratyaya. Okay, ma'am. Okay. Understood. Okay. धन्यवादः म्यूट् मध्ये चिन्ता नास्ति म्यूट् मध्ये तिष्ठतु विशालाक्षी भगिनी अग्रिमं करोतु या तण्डुलान् क्रेतुं सः आपणं गच्छति सः जनान् आहूय नीतिं बोधयति उत्तमं सः जनान् आहूय आहूय इस् वाट् आहूय जवाहर् महोदय वदतु आहूय कीदृशं पदम् इति आफ्टर् इन्वैटिङ्ग् तर्हि कीदृशं आफ्टर् इन्वैटिङ्ग् एनिबडि तत्र प्रत्ययः कः ल्यबन्तम् उत्तमं ल्यबन्तं तत्र आ इति उपसर्गः अस्ति तत्र आ इस् द प्रीफिक्स् उत्तमं धन्यवादः महोदय हा इदानीम् आफ्टर् इन्वैटिङ्ग् बोधयति इस् टु स्पीच् सो वदतु विशालाक्षी भगिनी तत्र आङ्ग्लभाषायां वदतु आफ्टर् इन्वैटिङ्ग् द पीपल् हि he told the rules neetim is rules neetim yeah neetim is principles principles rules he told that astu agrimam karotu chhatraah bodhayan adhyapakah triptim prapnoti chhatran bodhayan adhyapakah triptim prapnoti after teaching the students the teacher was satisfied triptim prapnoti means he receives happiness he gets happiness uttamam uttamam tatra karma padam karma padam kim karma karma padam is kartru is adhyapakah bodhayan chhatran correct mama dhvani shruyate kim haryam chhatran shruyate ha uttamam ha chhatran chhatran uttamam उत्तमम् इदानीम् अध्यापकः इस् द कर्तृपदं कर्तृ कर्तु नास्ति कर्तृ Kartru, Kartrupadam. And Bodhayan Uttam. Is the verb, Kriyapadam? Okay. Naiva. Good, you told. Dev, it's not the Kriyapadam as such. Prapnoti is the Kriyapadam. Prapnoti, all Tingantas. Karoti, Pathati, those are all Kriyapadam. Bodhayan is the continuous tense of teaching. It is also a Kriyapadam, but it is a Pratyaya. It is not a Kriyapadam, sorry, it is the sense of the verb. So it is a Pratyaya. Bodhayan. Pathan, Pathanti, we did that fourth one, which is there in the fourth block of the beginning, whatever was told over here. Huh? Continuous. Yeah. Continuous. Okay. Astu, dhanyavadaha, bhagini. Okay. Uttamam. Dhanyavadaha. Tatra, Vijay, Jawahar Mahoday, agrimam karotu. Ji. Chitamahi, katan uttva balan proshayati. हा इदानीं तत्र कथाः कथाः तत्र कस्मिन् लिङ्गे अस्ति कथाः कथा स्त्रीलिङ्गे स्त्रीलिङ्गे अस्ति तर्हि बहुवचने द्वितीयाविभक्तौ मालावत् वदतु द्वितीयवचनम् अद्वितीयाविभक्तिः कथां नास्ति महोदय यु हेव् टु सी तत्र कथा कीदृशं पदं स्त्रीलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे बहुवचने द्वितीयाविभक्तिः मालाशब्दस्य किम् अस्ति रमा रमे रमाः तर्हि अत्र अत्र अत्र कविता भगिनी वदतु कविता भगिनी वदतु कथाः सेम् थिङ्ग् सो माला माले मालाः मालां माले मालाः बहुवचने द्वितीया विभक्तिः स्त्रीलिङ्गे मालाः एव यु कम् टु नो फ्रोम् द काण्टेक्स्ट् ओवर् हियर् if you treat it as prathama vibhaktihi chhatraah sorry pitamahi kathaah utva supposing you treat it as the subject then what happens then what is pitamahi prathama vibhaktau asti so there cannot be two subjects doing the same work that is logical tari tatra context very beautiful these questions arise in the mind of every beginner Yeah. Without doubt. Because you'll say, Chhatra, Chhatra, how will you understand the difference? You will understand from the context. Fine. Okay. So, Tare, Tatra, Sandharbaha, Drashtavyaha. Uttamam, Dhanyavadaha, Mahode. Vijay Kumar, Mahode. Karo. Yes, I wish that Rama, I'll just repeat. Rama. Shameta, Mahode, Shameta. तत्र रामाः रामाः रामः रामो रामाः रामः रामो रामाः रामं रामो रामान् उत्तमं सो इट्स् लैक् देट् ओन्ली एव्री विभक्ति वि कीप् आन् रिपीटिङ्ग् बै द एण्ड् आफ़् द विभक्ति वल्लरी वि विल् नो माला वदतु माला इति शब्दस्य प्रथमा विभक्ति अपि च द्वितीया माला मालौ मालाः धन्यवादः महोदय तत्र विजयकुमार् महोदय करोतु अग्रिमम् अद्य विसर्गः नास्ति महोदय विसर्गः नास्ति तत्र अद्य ओके विसर्गनी अद्य उत्तमम् अद्य पाठः पठितुं मम उत्साहः नास्ति उत्साहः नास्ति उत्साहः नास्ति सो अद्य पाठान् पठितुं मम उत्साहः नास्ति उत्तमम् उत्तमम् इङ्ग्लिष् वर्षन् इस् टुडे उत्तमम् इण्टरेस्टेड् इन् स्टडिङ्ग् I have no enthusiasm, okay? Okay, enthusiasm. In order to study, I don't have any enthusiasm. Okay. Tari tatra pathitum, kidrisham padam? Tva. Naiva. Pathitum, kartum. Bhavitum. Tum. What is the ending? Tum. Tum. So it is Tumun Pratyaya. Tumun Pratyaya. Tumun Pratyaya. Okay. Astu. Tatra mama. Mama. Iti padasya vivakti hi ka. Pratam. Yes. Dritiya. Mama. Aha. No. नैव मम कविता भगिनी साहाय्यं करोतु मम प्रथमाविभक्ति नैव नैव रिलेशन्शिप् षष्टिः षष्टि हरि ओं श्रूयते किं मम ध्वनिः श्रूयते हा तर्हि मम इति शब्दस्य विभक्तिः का द्वितीया विभक्ति नैव जवाहर् महोदय भवान् वदतु षष्ठी षष्ठी विभक्तिः उत्तमं मम पुस्तकं मम गृहम् अस्तु अग्रिमं करोतु महोदय गृहस्वामी एकनिमिष पूर्वस्मिन् वाक्ये उत्साहः इति पदस्य विभक्तिः का उत्साह प्रथमा विभक्ति हेलो श्रूयते किम् अग्रिमं प्रथमा विभक्ति उत्तमम् अग्रिमं करोतु अग्रिमं वाक्यं गृहस्वामी बान्धवाः बान्धवाः सम्प्रेष्य गृहं प्रत्यागतवान् प्रत्यागतवान् Grahaswami is a householder. Bandhwa friends na with bandhwa tatra uttaram dadatu adho uttaram dadatu do the answer Grahaswami bandhvanam बान्धवान् सम्प्रेष्य गृहं प्रत्यागतवान् नौ इदानीम् आङ्ग्लभाषायां वदतु हौस् होल्डर् वित् फ्रेण्ड्स् बान्धवानाम् इस् अ फ्रेण्ड्स् न बान्धवान् नाम्ने बान्धवान् यस् फ्रेण्ड्स् और् रिलेटिव् And friends is better. I mean, sorry, relatives is better. A better translation is relatives. The householder and anticipating the relatives नो नो नो नो नैव तत्र विजय थङ्की महोदय कविता भगिनी वदतु तत्र अर्थं नो नो आफ्टर् सेण्डिङ्ग् आफ्टर् सेण्डिङ्ग् सम्प्रेष्य आफ्टर् आफ्टर् सेण्डिङ्ग् देम् प्रापर्ली सम्प्रेष्य वि गो टु द डोर् रैट् वि गो टिल् द डोर् वेन् द रिलेटिव्स् आर् गोयिङ्ग् वि गो टु द डोर् टु विश् देम् गुड् बै सो देट् वे सम्प्रेष्य गृहं प्रत्यागतवान् हि रिटर्न् टु द हौस् अस्तु विजय महोदय प्रत्यागतवान् कीदृशं पदम् इति वदतु तवतु तवतु कविता भगिनी अन्तिमं करोतु अन्तिमं वाक्यं पत्रिका पठितुं सः ग्रन्थालयं गतवान् पत्रिकान् पठितुं सः ग्रन्थालयं गतवान् एकनिमिषः तत्र पत्रिकाः द्वितीया विभक्तिः का हा हा द्वितीया विभक्ति बहुवचनं पत्रिकान् नैव नैव नैव नैव नैव तत्र पत्रिका आदौ लिङ्गं किं सेम् सेम् हा सेम् पत्रिकाः पठितुं सः ग्रन्थालयं गतवान् तर्हि पठितुं कीदृशं पदम् किमर्थं सी द एण्डिङ्ग् सी द एण्डिङ्ग् सी यु नो द मीनिङ्ग् सो यु शुड् नो द प्रत्यय आल्सो सी द एण्डिङ्ग् पठितुं तुमुन् इट् इस् वेरि द साण्ड् एण्ड् वाट् यु रैट् इस् वेरि क्लोस् इन् संस्कृतम् ओके सो प्रत्यय अन्तं लुक् एट् द एण्ड् ओके इट्स् वेरि सिग्निफिकेण्ट् एक्चुलि वेरि सिग्निफिकेण्ट् वेन् यु लुक् एट् द एण्ड् you come to know it's like a destination that you are going towards astu gatavan idanim gatavan kidrisham padam gatavan tva pratyaya ha tavatu tavatu iti vadaniyam tavatu tavatu pratyaya tavatu astu dhanyavada idanim shigram gita sopanasya dvitiya patham kurmah गीतासोपानं पुरतः भवतु लिङ्क् केन् यु शेर् द लिङ्क् आफ़् द रेकार्डिङ्ग् दट् इस् मै हेण्ड् इट् डजन्ट् हेव् द ओल्डर् वन् ऐ हेव् सेण्ट् द लिङ्क् नो इन् द मुद्राणि अस्तु इदानीं धन्यवादः महोदय धन्यवादः हा विजय थङ्की महोदय गीतासोपानम् अस्ति भवतः पुरतः नैव नैव किम् अस्तु विशालाक्षी भगिनी अस्ति किं भवतः भवत्याः पुरतः अस्ति पठतु पुरुषः सः उच्चैः उच्चैः पठत उच्चैः पठत लिखित च लिखत सः लिखत सोरि लिखत च सः सा तत् एषः एषा एतत् सः सूर्यः एषः जयद्रथः जयद्रथः आङ्ग्लभाषायां वदतु इदानीं That is the son. He is Jayadrataha. So nearby this is Esha. This is Jayadrataha. Yeah. That is which is far away. Hey, is Saha. Saha, Tat, Esha, Esha, Etat. Yeah. That I told. He or she. Saha is she. It you take him. Saha is he. Then tat is napunsaka it. What is eshah? One second. Eshah is this. Eshah is that. Lingam vadaniyam. This male person, eshah. Eshah, purushah, pumlinge. Masculine. Pumlinge, eshah strilinge, etat pum, napunsakalinga. Uttamam, idanim, prathamam karotu. Eshah, shiksha. You want me to tell what is there in the brackets? No, not necessary. No. Naiva. Ha. Eshaha nakulaha. Shikshakaha. Shikshakaha. Eshaha shikshakaha. Eshaha nakulaha. Then eshaha sainikaha. Uttamam. All is eshaha only, no? But you have this to tell time. The meaning. You have to tell the meaning. Eshaha. Okay. Okay. He is a soldier. Eshah Dronaha. This is Drona. This you have to tell Drona specifically. You want. Because no. Kshamyatam. Bhagini, Shrunotu. Shrunotu. You have to understand that when you tell Saha, that person is far away. When you say Eshah, this person is close by. So you have to, when you say Eshah Shikshaka, this male is the teacher. You have to specify that, because in your mind immediately when you say Saha, you should remember that. Yes. Okay. Yes. And this, that okay, is the okay. difference, and that should come to your mind okay. immediately. Okay. If you want to say so, that is a sibling? What sibling? Sahodara. Sahodara. Eshah Deepah. Eshah Deepah. What is the meaning? This is a Deepa. Lamp. Deepa. Lamp. Uttamam. Dhanyavadah bhagini. Tatra. Jawahar Mahoday? Jawahar Mahoday? Ji. Saha Ratah. That one is chariot. Saha Banah. That one is arrow? Not arrow. Arrow. Banah. Okay. Saha Acharya. That is teacher. What is this? Kangaha. That is the Khadgaha. Khadgaha. Khadgaha. Saha Khadgaha. That is what is called armor. Khadgaha means armor. Sword. Okay. Khadgamala. Okay. Right. Saha Shishya. That is the disciple. Chapa. That is Saha Chapa. What is Chapa? Chapaha is bow and arrow, Banaha is arrow, and Chapaha is bow. Chapaha, that is the arrow. Ratika is the chariot. Vrikshaha, Saha Vrikshaha, that is tree. Suppose you want to say this tree? Yeshah Vrikshah. Vrikshah. Astu, agrame vayam kim agami saptahe Gita sopanasya patanam eva arambham kurmaha. Okay. Tari aneke dhanyavadaha bhavan eva shanti mantram vadatu javar mode sarve bhavantu. Before that, I just want to ask you one thing. This, you said that this Padam Smaran is all present continuous, correct? Yeah. And can we get a comprehensive list of all these things, like present, yes, present continuous? I will try to arrange for it. I'll try. Please. Yeah, that will be more helpful. I'll do that for all the... Yeah. Astu. Chintana. Kurma. Yeah. Sarve Bhavantu Sukhinaha. Sarve santu niramayaha, सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाभवेत् ॐ दुःखभाग्भवेत् ॐ शान्ति शान्ति शान्तिः अनेके धन्यवादाः पुनर्मिलामः अनेके धन्यवादाः I wish you conduct this class twice a week because there's a lot of learning getting to be done. Yeah. It is Kalyani, and this is my appeal to all of you because you know we learn a lot with Darshana Bhagini. So it's a real value addition to especially learners because you know the more you learn the love for the language the grows. More you want to I understand it fully. Let's see, going forward, depending on my schedule and the schedule of others, we'll try to do that also. You would love to attend this class twice. Dhanyavada. Dhanyavada. Dhanyavada. Dhanyavada. Ram Ram.